पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 185 देव्युवाच इतिहासोऽयमीशानश्रेयसां साधनं परम् आकर्ण्यकरुणापूर्ण मम काङ्क्षा प्रवर्तते एकादशस्य माहात्म्यमध्यायस्य कथाश्रयं व्यावर्णयविरूपाक्षवक्तॄणां प्रथमप्रभो ईश्वर उवाच आकर्णयकथां कान्ते गीतावर्णनसंश्रयां विश्वरूपाभिधानस्य माहात्म्यमपि पावनम् अध्यायस्य विशालाक्षि वक्तुं तावन्न शक्यते सहस्राणि कथाः सन्ति तत्रैका कथ्यते मया प्रणीतायास्तडे नद्या मेखं करमिति श्रुतं नगरं गरिमाधार तुङ्गप्राकारगोपुरं विशालाश्रमशाला सुस्वर्णस्तम्भविभूषितं श्रीमद्भिः सुखिभिः शान्तैः सदाचारैर्जितेन्द्रियैः अधिष्ठितं जवैश्चारुशृङ्गाटकमनोहरं मणिस्तम्भस्फुरत्स्वर्णापणचत्वरशोभितम् पताकाकिङ्गिणीक्वाणकदम्बककलस्वरं वेदाध्ययननिर्घोषवचालिदधिगन्तरं तूर्यसङ्घोषणाकीर्ण विशालव्योममण्डलं पताका पल्लोद्भूतवादनिर्जितविग्रहं राजामार्गवरद्वारनारीमञ्जीरसिञ्जितैः वल्लकी वेणुकैर्गीतेर्भादिवाजीन्द्रहेषितैः प्रेक्षमाणमिवाभीक्ष्णं दिक्पालानां पुरैः समम् आस्ते जगत्पदिर्यत्र शार्ङ्गपाणिर्विराजितः मूर्तिमत्परमं ब्रह्म जगल्लोचनजीवितं लक्ष्मीनयनराजीव पूजिताकारगौरवः त्रिविक्रमवपुर्मेघश्यामलकोमलद्युतिः श्रीवत्सवक्षाराजीव वनमालाविभूषितः अनेकभूषणोपेदसरत्न इव वारिधिः चलसौदामिनी दाम सान्द्रमेघसमद्युतिः तस्यास्ते मुकुटे साक्षात् शार्ङ्गपाणिपरः पुमान् तं दृष्ट्वा मुच्यते जन्तुर्जन्मसंसारबन्धनाद् यस्मिन् पुरे महातीर्थं विद्यते मेखलाभिधं यत्र स्नात्वा नरैर्नित्यं प्राप्यते वैष्णवं पदं तत्र वीक्ष्य जगन्नाथं नरसिंहं कृपार्णवं सप्तजन्मार्जिताद्धोरान् मुच्यते दुष्कृतान्नरः मेखलायां गणाधीशं विलोकयति यो नरः स निस्तरति विघ्नानि दुस्तराण्यपि सर्वदा ब्रह्मचर्यपरो दान्दो दुर्ममो निरहङ्कृतिः तस्मिन् मेखं करे कश्चिदभूत् ब्राह्मणसत्तमः सुनन्द इति विख्यातो वेदशास्त्रविशारदः वशीकृतेन्द्रियग्रामो वासुदेवपरायणः देवस्य शार्ङ्गिणपार्श्वे गीताध्यायमिमं प्रिये एकादशं पठत्येष विश्वरूपप्रदर्शनं अध्यायस्य प्रभावेन ब्रह्मज्ञानमवापसः परमानन्दसन्दोहश्लाघ्यसंवित्समाधिना प्रत्यं मुखेन्द्रियतया निश्चलां स्थितिमीयुषा सततं स्थीयते तेन जीवन्मुक्तेन योगिना एकदा स महायोगी सिंहराशिस्थिते गुरौ गोदावरीतीर्थयात्रां विधातुमुपचक्रमे प्रथमेऽग्निसमागत्य विरजं तीर्थमुत्तमम् नाभिमारभ्य तीर्थेषु ससमभ्यर्च्य देवतां मज्जन्मज्जन् जगद्धात्रीं कमलां सव्यलोकयत तां सम्पूज्य महामायं सर्वकामफलप्रदं तारातीर्थे सदस्नात्वा कपिलासङ्गमे ततः अष्टतीर्थमसौ चक्रे विधाय पितृतर्पणं कुमारीशं शिवं नत्वा कपिलाद्वारमाययौ तत्र निर्मर्ज्य निर्धूतप्राग्जन्मान्तरदुष्कृतः सम्पूज्य नत्वा श्रुत्वा च देवं वै मधुसूदनम् उषित्वा तत्र तां रात्रिं प्रागात् प्रातः सह द्विजैः नरसिंहभवने तत्र तीर्थे रामस्य दीर्घिका प्रह्लादपूजितसाक्षादास्ते यत्र नृकेसरी तं दृष्ट्वा देवदेवेशं पूजयित्वादुभक्तिदः तत्र तं दिवसं नीत्वा स यया वम्बिकापुरम् अनुग्रहेण भक्तानामम्बिका तत्र तिष्ठति पूरयन्ति मनुष्याणां वाञ्छितान्यखिलान्यपि पूजयित्वाम्बिकां भक्त्या पुष्पगन्धानुलेपनैः उपहारैश्च विविधैस्तौत्रैः प्रणमनैरपि विप्रस्तस्मात् पुरा प्राप्तकण्ठस्थानाभिधं पुरम् यत्रास्ते परमाशक्तिर्महालक्ष्मीर्महाद्युतिः तामवेक्ष्य सुदाभानुभास्करद्युतिमण्डलां संसारदा पविच्छेद पद्मपीयूषवाहिनीं योगिराज हृदम्भोज राजहंसनिषेविदम् अनाहद महानादमयी मद्वयरूपिणीं महालक्ष्मीं भगवतीं वाञ्छितार्थप्रदायिनीम् आराध्यभक्तिभावेन चेदसा स मुनीश्वरः विवाहमण्डपं प्राप पुरं विप्रैः समन्वितः पुरे तत्र प्रतिगृहं वासस्थानमयाचत न लेभे वसतिं स्थातुं गेहे कस्मिन्नपि द्विजः दर्शितं ग्रामपालेन विशालं वासमन्दिरं प्रविश्य वसतिं चक्रे ब्राह्मणसङ्गिभिः सह तदप्रभाते विमले सुनन्दोऽसौ द्विजोत्तमः बहिरालोकयां चक्रे वासगेहान्निजं वपुः अध्वन्यानखिलान्यत्र जातान् क्वापि यदृच्छया गम्यमानः समायान्तं ग्रामपालो ददर्शसः तम्बभाषे ग्रामपाल आयुष्मानसि सर्वशः भागधेयवदां पुंसां पुण्यपुण्यवदामसि प्रभावो विद्यते वत्स कोऽपि लोकोत्तरस्त्वयि क्व प्रयाता सहायास्ते कथं तत् सदनाद्बहिः तत्पश्य मुनिशार्दूल कथयामि तवाग्रदः किन्तु नान्यं त्वया तुल्यं पश्यामीह तपस्विनं किं जानासि महामन्त्रं कां विद्यामवलम्बसे कस्य देवस्य कारुण्याचक्रिर्लोकोत्तरा त्वयि तत्कारुण्यवशात्तिष्ठग्रामेऽस्मिन् ब्राह्मणोत्तमा शुश्रूषामखिलमेव भगवंस्ते करोम्यहम् इति संवासयामास तस्मिन् ग्रामे मुनीश्वरं परिचर्या च तस्याः सौभक्त्या चक्रे दिवानिश्यं दिवसेषु प्रयातेषु सप्ताषट्सु समेयिवान् प्रादरागत्य तस्याग्रे रुरोदभृशदुःखितः अद्य मे भाग्यहीनस्य गुणवान् भक्तिमान् सुतः जाज्वल्यमानदंष्ट्रेण भक्षितो दिशि रक्षसा इत्येवं रक्षकेणोक्तं तं पप्रच्छ स संयमी क्वास्ते स राक्षसपुत्रो भक्षितस्ते कथं वद ग्रामपाल उवाच वर्तते नगरे घोराः पुरुषादो निशाचरः सखा दधि नरानित्य नित्यं नगरगोचरान् स सर्वैर्नागरैरत्र प्रार्थितः पुरुषै पुरा रक्ष राक्षस न सर्वान् ग्रासं ते कल्पयामहे पथि कानि चि निद्रन्ति ये च तान् भुङ्क्ष्व राक्षस यतस्मिन् सदने पन्थान् ग्रामपालप्रवेशितान् आहारं कल्पयां चक्रुरात्मीयप्राणगुप्तये भवान् सुप्तो गृहे मुस्मिन्नधन्यैः संयुधपरैः ते ग्रस्ता किल चानेन न त्वमुक्तोऽसि द्विजोत्तम प्रभावं भवतो वेत्ति भवानेव द्विजोत्तम मदीय तनयस्याद्य मित्रमेकमुपागतम् अजानदामयासोऽपि तनयस्य प्रियः सखा अन्यैः पान्थजनैः सार्धं तस्मिन् गेहे प्रवेशितः श्रुत्वा तत्र प्रविष्टं तं निषीधे तनयो मम तमानेतुं गदसोऽपि भक्षितस्तेन रक्षसा दुःखितेन मया प्रोक्तप्रातः स पिशिताशनः ममामि पुत्रो दुष्टात्मन् भवदा निशिभक्षितः भवज्जठरनिर्मग्नसुतोऽसौ येन जीवति अस्ति चैवमुपायस्ते ब्रूहि मे त्वं निशाचर राक्षस उवाच अध प्रविष्टा त्वत्पुत्रमज्ञात्वाहमभक्षयम् अजानन् भक्षितः पान्थैः सहितोऽसौ सुतस्तव यथा जीवति मे कुक्षौ यथा भवति रक्षितः तथा विहितमप्स्यति दैवेन परमेष्टिना गीतैकादशमध्यायं यः पठत्यनिशं द्विजः तत्प्रभावेन मे मुक्तिर्मृतानां पुनरुद्भवः ग्रामपाल उवाच कथमेकादशाध्याय सामर्थ्यमिदमद्भुतम् इति पृष्टो मया विप्र सबभाषे निशाचरः मृगागृध्रेण केनापि नभो मार्गेण गच्छताम् अस्ति खण्डं स्वतुण्डाग्रात्पादितं क्वापि वारिणि तं जलाशयमागत्य कोऽपि ज्ञानीश्वरस्तदा महातीर्थमिति ज्ञात्वा विदधे पितृतर्पणम् तमूजिरे जनाः सर्वे तीर्थमे दत्कथं वद जपत्येकादशाध्यायं त्रिसन्ध्यं नियतेन्द्रियः कृतमौनस्तु विप्रोऽसौ चौरैर्व्यापादिदपदि तस्यास्ति शकलं गृध्रवदनात्पदिदं जले तेन तीर्थमिदं दिव्यं जातं पादकनाशनम् ततस्ते मानवा सर्वे सस्नुस्तत्र जलाशये निष्कल्मषतया चैवं प्रापुस्ते परमं पदम् एकादशस्य सामर्थ्यादध्यायस्य भविष्यति ममापि मुक्तिपान्थानं पुनरुत्थानमेव च यो मया कश्चिदुद्गीर्णो ब्राह्मणोऽत्रैव तिष्ठति स च एकादशाध्यायं जपति स्म निरन्तरं स तेनाध्यायमन्त्रेण सप्तवाराभिमन्त्रितं विधाय वारिविप्रेन्द्रः क्षिपेद्यति ममोपरि तदो मे शापनिर्मुक्तिर्भविष्यति न संशयः यदि तेनास्मि सन्दिष्टः समायादस्त्वदन्तिकम् विप्र उवाच राक्षसकेन पापेन जातोऽसौ वदरक्षक यत्क्षपायां गृहे तस्मिन् नरान् खादति निद्रितान् ग्रामपाल उवाच अस्मिन् ग्रामे पुरा कश्चिदासीद्विप्रकृषीवलः एकदा शालिकेदाररक्षणे व्याकुलोद्विजः नादिदूरे महाघृध्रः पान्थमेकमभक्षयद तं विमोचयितुं दूरादयां चक्रे पितापसः भुक्त्वा पान्थं खगस्तावन्निरगादम्बराध्वना ततः स तापसकोपात्तं बभाषे कृषीवलं दिक्त्वां हालिकदुर्बुद्धे कठोरमदिनिर्घृणम् कुक्षिभरं परत्राणविमुखं हदजीविदं चोरैश्च दंष्ट्रिभिः सर्पैररिवह्नि विषाम्बुभिः गृध्रराक्षसभूतैश्च वेदालादिभिराहदान् जनानुपेक्षते शक्तः सतद्वधफलं लभेद न मोचयदि यो विप्रं प्रभुश्चोरादिभिर्धृतम् सयादिनरकं घोरं स पुनर्जायते वृकः निहन्यमानं विपिने गृध्रव्याघ्रेण पीडितं मुञ्जमुञ्जेदि यो वक्ति सयादिपरमां गतिं गवामर्थे हदा व्याघ्रैर्व्याधैर्दुष्टैश्च राजभिः तेऽपि यान्ति पदं विष्णोर्दुष्प्राप्यं योगिनामपि अश्वमेधसहस्राणि वाजपेयशतानि च शरणागतसन्त्राणकलां नार्हन्ति षोडशीं दीनस्योपेक्षणं कृत्वा भीतस्य च शरीरिणः पुण्यवानपि कालेन कुम्भीपाके स पच्यते पश्यन्नपि भवान् पान्थम् दुष्टगृध्रेण भक्षितं निवारणसमर्थोऽपि न चक्रे यन्निवारणं निष्कृपोऽसि यतस्तस्माद्भविष्यसि निशाचरः इमां शापमुने श्रुत्वा कम्पमानकलेवरः प्रणम्य हालिको विप्रं बभाषे करुणं वचः अत्राहं क्षेत्ररक्षायां चिरं क्षिप्तेन चक्षुषा न वेत्मि निकटं गृध्रहन्यमानमिमं नरं तेन मेऽनुग्रहं कर्तुं कृपणस्य त्वमर्हसि विप्र उवाच यो वेत्येकादशाध्यायं जपत्यनुदिनं चयः तेनाभिमन्त्रितं वारि यदा शिरसि तावके पदिष्यति तदा शापात् तव मुक्तिर्भविष्यति इत्युक्त्वा तापसो यादो हालिको राक्षसोऽभवद तदागच्छद्विजश्रेष्ठ तेनाध्यायेन मन्त्रय तीर्थोदकं स्वहस्तेन तस्य मूर्धनि निक्षिप महादेव उवाच इति तत्प्रार्थितं तस्य श्रुत्वा च करुणाप्लुदः तदेदि सहपालेन मुनिरक्षोन्तिकं ययौ एकादशेन तेनाम्बु विश्वरूपेण मन्त्रितं निक्षिप्तं तस्य शिरसि तेन विप्रेण योगिना गीताध्यायप्रभावेण शापमोक्षमवापसः विहाय राक्षसं देहं चतुर्बाहुस्तदोऽभवद निगीर्णा ये जनस्तेन पान्था आसन् सहस्रशः चतुर्भुजा बभूवुस्ते शङ्खचक्रगदाधराः ते विमानान्यारुरुहुस्तावदूचे स राक्षसं मदीयस्तनह्यः कष्टं दर्शयस्व निशाचर इत्युग्रे ग्रामपालेन दिव्यधीराह राक्षसः एवं च दुर्भुजं विद्धि तमालश्यामलद्युतिं माणिक्यमगुडं दिव्यमणिकुण्डलमण्डितं हारहारि महास्कन्धं स्वर्णकेयूरभूषितं राजीवलोचनं स्निग्धं हस्ते कृतसरोरुहं दिव्यं विमानमारूढं देवत्वं प्राप्तमात्मजम् इति तस्य वच श्रुत्वा सुतं दृष्ट्वा च तादृशं स्वगेहं नेदुमारेभे जहासस सुतस्तदः कदिवाराणि जातोऽसि त्वं पुत्रो मम रक्षक पूर्वपुत्रस्त्वदीयोऽस्मि अधुना विबुद्धोऽस्म्यहं यास्यामि वैष्णवं धाम ब्राह्मणस्य प्रसादतः निशाचरोऽपि प्राप्तोऽयं पश्यदेहं च दुर्भुजम् एकादशस्य माहात्म्याद्यादि स्वर्गं समं जनैः विप्रादस्मात्तमध्यायमधीष्वत्वं जपानिश्यं भविष्यदि न सन्देहस्तवापि गदिरीदृशी ताद तस्मात् सदां सङ्गं दुर्लभम् सर्वथा जनैः सोऽप्यद्यते समुत्पन्नो ह्यात्मनः साधयेप्सितं किं धनैर्भोगदानैर्वा किं यज्ञैस्तपस्सानु किं पूर्तैर्वापरं श्रेयो विश्वरूपस्य पाठतः तद्विष्णो परमं रूपमध्यायस्य श्रुतेन च यत्पूर्णानन्दसन्दोहकृष्णब्रह्मस्य निर्गतं कुरुक्षेत्रे अर्जुने मित्रे तत्कैवल्यरसायनं नृणां च भवभीतानामाधिव्याधिभयापहम् अनेकजन्मदुःखघ्नं नान्यत् पश्यामि तत्स्मर शिव उवाच इत्युक्त्वा सहतैः सर्वैर्ययौ विष्णो परं पदं तमध्यायं ततो विप्राग्रामपालः पपाठसः तावुभौ तस्य माहात्म्या जग्मदुर्वैष्णवं पदम् इत्येकादशमाहात्म्यकथातुभ्यं निरूपिता यस्याश्रवणमात्रेण महापादकसंक्षयः इति श्री पात्मे महापुराणे उत्तरखण्डे गीतामाहात्म्ये सदीश्वरसंवादे पञ्चाशीत्यधिकशततमोऽध्यायः ॐ